गुरुकर्मा गुरुविष्णुगुरुदेव महेश्वरः गुरुसाक्षात्प्रभुं तस्मै श्रीगुरवे नमः। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र पृथक्त्वम् अपि भेदः, तयोः परस्परवैलक्षण्यं, तत् कथं साधयामः इति विषये तत्र करपत्रं, तत्र स्वरूपमहोदयेन लिखितं करपत्रम् अस्ति। करपत्रस्य आवश्यकता का इत्युक्ते, तत्र अग्रे दत्तमस्ति नाम विद्याधरी पुस्तके तत्र एषः विषयः तत्र लिखितः अस्ति, विवरितः अस्ति, किन्तु तत्र अनेकानि नूतनपदानि सन्ति येषां तत्र अवगमनं सम्यक्तया न भवति इति कृत्वा तत्र विस्तरेण अत्र चर्चितः अस्ति एषः विषयः। तर्हि एतावत् तत्र वयं किं पठितवन्तः नाम पृथक्त्वम् अपि तत्र भेदः, तत्र पृथक्त्वम् इति गुणः, तर्हि पृथक्त्वं तत्र मतभेदः अस्ति, पृथक्त्वम् अपि भेद तत्र भेदः समानः अथवा भिन्नः इति विषये तत्र प्राचीनानां मतम् अस्ति, पृथक्त्वं भिन्नः अस्ति, भेदः भिन्नः अस्ति, पृथक्त्वं गुणः अस्ति, अतः तत्र नवद्रव्यवृत्ति, किन्तु भेदः तत्र तु सर्वपदार्थेषु भवति, अतः तत्र अपि तत्र अन्योन्य अभावः एव भेदः। तत्र नव्यनैयायिकाः वदन्ति न तादृशं नास्ति, नाम यत्र यत्र पृथक्त्वम् इति भवति, नाम घटः पटः न, घटः पटात् पृथक् इति यत्र भवति तत्र घटः पटः न इति अपि वक्तुं शक्नुमः। घटः पटात् पृथक् अपि घटः पटः न, घटः पटात् पृथक् इत्यनेन तत्र पृथक्त्वम् इति गुणः घटे वर्तते, तस्मिन्नेव सन्दर्भे घटः पटः न इति अपि तदपि समीचीनम् इति कृत्वा घटे पठनिरूपित अन्योन्यभावः नाम भेदः, पठभेदः अपि घटे वर्तते। तर्हि यत्र यत्र पृथक्त्वम् इति गुणस्य सन्दर्भः तत्र तत्र भेदस्य अपि विषयः आगच्छति अपि, किन्तु तत्र रूपः तत्र रूपं तत्र घटः न इति इत्यनेन रूपे अपि तत्र घटे भेदः वर्तते, भेदः तु तत्र सर्वपदार्थेषु वर्तते इति कृत्वा भेदः सर्वत्र कार्यं करोति, सर्वेषु पदार्थेषु तस्य व्यक्तित्वम् अस्ति, यत्र पृथक्त्वं भवति तत्र भेदः अपि कार्यं करोति, तर्हि तत्र भेदः अपि पृथक्त्वं यावत्पर्यन्तं केवलं द्रव्यम् एव आश्रयः इति भवति तत्र तयोः तत्र समानवृत्तित्वं नाम परस्परव्याप्यव्यापकभावः वर्तते केवलं द्रव्येषु। अतः नव्यनैयायिकः तेषां चिन्तनमस्ति, अस्तु यत्र पृथक्त्वम् इति कार्यं करोति तत्र भेदः एव कार्यं करोति, यत्र पृथक्त्वम् इति कार्यं न करोति तत्र भेदः कार्यं करोति, तर्हि किमर्थं पृथक्त्वम् इति अनन्यतमः गुणः तस्य स्वीकारः मास्तु इति तेषां चिन्तनम्। अतः तत्र नव्यनैयायिकमतानुसारं तत्र पृथक्त्वम् इति तस्य आवश्यकता एव नास्ति, भेदः इति एव पृथक्त्वस्य कार्यं करोति इति। तदनन्तरं तत्र प्राचीनाः वदन्ति नाम तत्र घटः पटात् पृथक् इति यत्र अस्ति तत्र पश्यतु तत्र पञ्चमी विभक्तिः अस्ति, किन्तु यत्र घटः पटः न तत्र प्रथमा विभक्तिः अस्ति। तस्य उत्तररूपेण तत्र नव्यनायकः वदति तत्र प्रयोगभेदेन नाम तत्र विभक्तिभेदेन अर्थभेदः न भवति, तत्र समानः एव नाम तत्र पृथक्त्वं वा भेदः समानं तत्र एकस्य आवश्यकता एव नास्ति, भेदः एव पर्याप्तम् इति तेषां चिन्तनम् अस्तु इति एतावत् वयं पठितवन्तः। तस्मिन् विषये कोऽपि प्रश्नः अस्ति वा? अथवा अग्रे सरामः वा इति एतावत् पठितवन्तः. अस्तु तर्हि अग्रे प्रश्नः नास्ति चेत् तर्हि अग्रे सरामः. तर्हि तत्र शोभभगिनी आरम्भं करोति वा? आं महोदय, तत्र ततः अग्रे ततः अग्रे देवदत्तमहोदयाः वदन्ति अतः एवं वाच्यं यस्मात् आरभ्य संयोगस्य विस्तृता चर्चा जायते. अस्तु, पुनः पठामि. आमाम्, अस्माभिः अपि अस्मिन् संयोगविषये सम्पूर्णतया परिशीलनं कृतम्. अधुना तस्य फलं द्रष्टव्यम्. प्रसङ्गवशात् पृथगाश्रयाश्रितत्वशब्दः अस्माभिः जातः. तत्र पृथगाश्रयाश्रितयोः एव युतसिद्धयोः संयोगः सम्भवति इति दृष्टम्. यथा घटभूतलयोः पृथगाश्रयाश्रितत्वं युतसिद्धत्वं च, अतः तयोः संयोगः जायते. किन्तु पृथगाश्रयाश्रितत्वं यत्र नास्ति तत्र संयोगः न सम्भवति. यथा घटकपालयोः पृथगाश्रयाश्रितत्वं युतसिद्धत्वं न च नास्ति, अतः तयोः संयोगः न जायते. तर्हि तत्र अग्रे इदानीं देवदत्तमहोदयैः उक्तं अतः एवं वाच्यं यस्मात् पुस्तके कुत्र अस्ति महोदय अतः एवं वाच्यम् इति अस्ति वा? अस्तु, तत्र पुस्तके तत्र एकनिमिषं वदामि. अस्तु अस्तु, पेज् 99 मध्ये अस्ति, हा उपरि एव अस्ति, अतः एवं वाच्यम् इति. अस्तु, तर्हि अतः एवं वाच्यं यस्मात् आरभ्य संयोगस्य विस्तृता चर्चा जायते. इदानीम् अग्रे भविष्यति तस्मिन् विषये चर्चा तस्मिन् पृष्ठे. अस्माभिः अपि अस्मिन् संयोगविषये सम्पूर्णतया परिशीलनं कृतम्. अत्र तु स्वरूपमहोदयेन निरूपितं करपत्रे निरूपिते करपत्रे अस्माभिः पठितम् एतत् सर्वं. संयोग तत्र संयोगसम्बन्धः कुत्र भवति इति एतत् सर्वं पठितम्. अधुना तस्य फलं द्रष्टव्यम्. अस्तु, इदानीम् अग्रे तस्य फलम् इत्युक्ते तत्र सहायकरूपेण लिखितमस्ति महोदयेन, अतः तत्र अस्माकम् अवगमनम् अस्ति. पठनस्य फलं हा, अस्माकम् अवगमनम् इदानीं सम्यक् भवति इति कृत्वा अग्रे पुस्तके यदा पठामः तदा अवगन्तुं शक्नुमः इति. प्रसङ्गवशात् पृथगाश्रयाश्रितत्वशब्दः अस्माभिः ज्ञातः. तत्र पृथक् आश्रय आश्रितत्वशब्दः इति इत्युक्ते तत्र पूर्वस्मिन् वर्गे दृष्टवन्तः वृक्षपक्षिणोः आश्रयौ भिन्नौ इति. पृथक् आश्रयौ इति, यथा वृक्षे पक्षिः अस्ति तस्य आश्रयः भिन्नः, वृक्षः तस्य अवयवेषु अस्ति तस्य आश्रयः भिन्नः. अतः तत्र पृथगाश्रयवान् इति उक्तवन्तः. नाम तत्र वृक्षस्य आश्रयः अपि पक्षिणः आश्रयः भिन्न नाम तत्र पृथक्त्वम् अस्ति. पृथक् नाम वृक्षस्य आश्रयः पक्षिणः आश्रयात् पृथक् अस्ति. पृथक् अस्ति पृथक् अस्ति अपि पक्षिणः आश्रयः वृक्षस्य आश्रयात् पृथक् अस्ति अतः आश्रयौ कीदृशौ इत्युक्ते पृथक् आश्रयौ पृथक् आश्रयौ हा इत्युक्ते वृक्षः वृक्षपक्षी किं वृक्षपक्षी तयोः तयोः आश्रयौ तयोः आश्रयौ पृथक् पृथक् आश्रयौ पृथक् पृथगाश्रयौ इति दृष्टवन्तः तेन तत् आश्रितम् इत्युक्ते आश्रितम् इत्युक्ते आश्रितम् इति तत्र तस्मिन् विषये एव दृष्टवन्तः आश्रित नाम तत्र वृक्षस्य अवयवः अस्ति अवयवाः सन्ति किन्तु एकवचने चिन्तयामः अवयवः आश्रयः इति अस्ति वृक्षस्य आश्रयः आश्रये यः अस्ति सः आश्रितः खलु आम् आम् आम् आम् आश्रये यः अस्ति सः आश्रितः इत्युक्ते तत्र वृक्षः आश्रितः भवति अपि च पक्षी अपि आश्रितः आश्रितः भवति अतः तर्हि वृक्षः अपि आश्रितः पक्षी अपि आश्रितः तर्हि पक्षी वृक्षौ आश्रितौ आश्रितौ किन्तु साधारण आश्रितौ न पृथक् आश्रय आश्रितौ पृथक् आश्रय आश्रितौ अतः अपि पृथक् आश्रय आश्रितत्वं तयोः तयोः अस्ति पृथगाश्रये आश्रितत्वं तयोः अस्ति तेन एतदपि ज्ञातवन्तः तर्हि युतसिद्धत्वम् अपि अस्ति यतोहि युतसिद्धत्वं तदा एव भवति यदा आश्रयः भिन्नम् अस्ति तद् यथा तत्र भूतलघटयोः आश्रयः भिन्नः इति अच्छा अतः तयोः संयोगे पृथक् पृथक् इति एव भवतु पृथक् अस्ति इति एव पृथक् पृथक् क्षम्यता तत्र भिन्न इति न स्वीकृतम् इति मास्तु इति आमां हा पृथक् अस्ति अतः तयोः संयोगः जायते एतत् पूर्वं दृष्टवन्तः तत्र अन्यद्रव्येण सह संयोगः नास्ति चेत् संयोगः इति न वक्तुं शक्नुमः इति अतः तत्र युतसिद्धत्वम् अस्ति पृथग् आश्रयाश्रित्वम् अस्ति अतः तयोः संयोगः जायते संयोगः भवितुम् अर्हति इति किन्तु पृथग् आश्रयाश्रितत्वं यत्र नास्ति एतादृशः सन्निवेशः यत्र नास्ति तत्र संयोगः न सम्भवति इत्युक्ते तत्र पृथग् आश्रय आश्रितत्वं नास्ति युतसिद्धत्वं नास्ति नास्ति तत्र संयोगः न सम्भवति यथा घटकपालयोः पृथग् आश्रय आश्रितत्वम् अस्ति घटकपालयोः नास्ति नास्ति नास्ति हा घटकपालयोः पृथग् आश्रय आश्रितत्वं युतसिद्धत्वं च नास्ति यतोहि तत्र कपालः कपाले अस्ति अथवा कपालिकायाम् अस्ति इति वदामः चेत् घटः अपि परम्परया कपालिकायाम् एव अस्ति अतः आश्रयत्वं समानं भवति अतः तत्र युतसिद्धत्वं नास्ति पृथगाश्रय आश्रितत्वं नास्ति अतः तयोः संयोगः कदापि न जायते उत्तमं भगिनि समीचीनं समीचीनं भगिनि धन्यवादः उत्तमं इति अस्ति अतः इदानीं तत्र वयम् इदानीं तत्र सम्यक् रूपेण ध्यानीमः तत्र यत्र संयोगः भवति पृथक् आश्रय आश्रितत्वं यत्र अस्ति तत्रैव युक्तसिद्धत्वमपि भवति तत्रैव संयोगः जायते इति समीचीनं हा अस्तु अग्रे तर्हि इदानीं तत्र योगेन्द्रमहोदय अग्रे पठति वा नमस्ते महोदय नमस्कारः महोदय अधुना आयाति अस्माकं मुख्यबिन्दुः येषु विषयेषु पृथगाश्रयाश्रियत्वम् इत्यस्य स्थाने किमर्थं भिन्न आश्रय श्रितत्वम् इति न स्यात्, भिन्न भिन्न आश्रय आश्रितत्वम् इति वदामः चेत् कापि हानिः वा? वारं वारं पृथक् आश्रय आश्रितत्वम् इति रटामः, अग्रे गत्वा भिन्न आश्रय आश्रितत्वम् इति एव रटामः चेत् सम्यक् इति अस्मिन् पाठे मुख्यप्रश्नः। अत्र लिखितमस्ति यत् पृथक् आश्रय आश्रितम् इति अस्ति, इत्यस्य स्थाने भिन्न आश्रय आश्रितत्वं किमर्थं न भवति? हा भवति न वा इति नाम भवति किं किमर्थं न अस्ति? सो नाम यदि पृथक् अपि भिन्नः भेदः समानमस्ति चेत् तत्र कर्तुं शक्नुमः खलु। किन्तु यदि तयोः मध्ये भेदः अस्ति, हा यदि तयोः मध्ये भेदः अस्ति नाम समानौ न स्तः, तर्हि तत्र पृथक् यत्र अस्ति तत्र भिन्नः इति न शासयितुं शक्नुमः। अतः भिन्न आश्रय आश्रितत्वम् इति एव रटामः चेत् सम्यक् इति अग्रे अस्मिन् पाठे मुख्यप्रश्नः प्रमुखप्रश्नः भवति। अतः तत्र एतावत् पृथकार्थे आश्रितत्वम् इति रटामः, किन्तु इदानीं तत्र भिन्न आश्रय आश्रितत्वम् इति वदामश्चेत् का हानिः इति पश्यामः। तेन तत्र एतस्य प्रश्नस्य उत्तरेण वयं ज्ञातुं शक्नुमः तत्र पृथक् ये अपि भेदः तयोः मध्ये वैलक्षण्यम् अस्ति न वा इति, नाम समानौ अथवा भिन्नौ इति ज्ञातुं शक्नुमः खलु। अस्तु समीचीनं महोदय, धन्यवादः। अस्तु अग्रे, हा अग्रे तर्हि तत्र नीता भगिनी अग्रे पठति वा? इतः अग्रे यत् लिखितम् अस्मिन् प्रसङ्गे विद्याधर्यां तस्मिन् अनेके पारिभाषिकशब्दाः सन्ति, गभीरविचाराः च सन्ति। अतः विषयस्य अवगमनार्थं प्रथमतया सरलरीत्या पृथक्त्वभेदयोः प्रसङ्गे काचित् चर्चा अत्र भवतु। सर्वप्रथमं पृथक्त्वं नाम किं, भेदश्च नाम कः इति अवगच्छेम। अनेन तयोः मध्ये भेदः कः इति मनसि स्पष्टं भवतु। तदा विद्याधर्यां किं लिखितमस्ति इत्यस्मिन् विषये अस्माकं प्रबोधः अवश्य जायेत। अत्र पूर्वस्मिन् परिच्छेदे अस्माकं मुख्यः विषयः यत् अस्ति पृथक् आश्रयात् पृथक् आश्रय आश्रितत्वम् इत्यस्य स्थाने पृथक् स्थाने भिन्न भिन्न आश्रय आश्रितत्वं किमर्थं न भवेत् इति, तत्र भेदः कः, पृथक् आश्रयाश्रितत्वं भिन्नाश्रयाश्रितत्वं द्वयोः मध्ये भेदः कः, तस्मिन् प्रसङ्गे पारिभाषिकशब्दाः तत्र सन्ति पुस्तके विद्याधर्यां, विचाराः अपि गभीरतया विचाराः अपि विचारान् कृतम् अस्ति अत्र। तस्य विषयस्य सम्यक् रीत्या अस्माभिः अवगमनं भवेत् अतः तत्र प्रथमता सरलचर्चा रूपेण पृथक्त्वभेदद्वयोः मध्ये द्वयोः विषये चर्चा भवेत् इति उक्तमस्ति। पृथक्त्व नाम किं, भेदः नाम कः, तस्य अवगमनं प्रथमतया भवेत्। द्वयोः मध्ये कः भेदः तस्मिन् विषये मनसि स्पष्टता यदि भवेत्, तदनन्तरं विद्याधर्यां किं लिखितमस्ति तस्मिन् विषये अपि अस्माकम् अवगमनं सम्यक् रीत्या जायेत् भवेत् इति दत्तम्। प्रबोधः, प्रबोधः नाम अस्माकं प्रबोधः नाम अस्मिन् मनसि तत्र स्पष्टता तत्र भासते नाम हा तत्र भासते प्रबोधः नाम अवेकिनी हा अवश्यं जायेत समीचीनं भगिनी हा धन्यवादः अतः तत्र हा अतः इदानीं तत्र अस्माकं तत्र क्रमः कः इत्युक्ते प्रथमतया तत्र पृथक्त्वम् इति तस्य परिचयः तदनन्तरं वेदः इति परिचयः तदनन्तरं तत्र मुख्यप्रश्नस्य उत्तरम् इति भवति अस्तु धन्यवादः भगिनी अस्तु अग्रे तर्हि तत्र उषा भगिनी अग्रे पठति वा अस्तु महोदय विषयपरिचयः श्रूयते वा महोदय हा श्रूयते भगिनी हा कपाले यदा क्रिया जायते तया क्रियया कपालस्य भूतलेन सह संयोगः भवति अधुना तस्मिन्नेव कपाले घटः अस्ति परन्तु कपालस्य घटेन सह संयोगः कुतः न जायते इति प्रश्नः कपालस्य घटेन सह संयोगः कुतः न जायते इति प्रश्नः तस्य समाधानम् उच्यते पृथक् आश्रय आश्रितयोः एव संयोगः भवति अत्र भेदेन निर्वाहः न भवति कपालस्य च घटस्य च भेदः तु अस्ति कपालस्य च भूतलस्य चापि भेदः अस्ति परन्तु यौ पृथक् आश्रय आश्रितौ इत्युक्ते आकाशदेशः इत्युक्ते आकाशदेशः भिन्नः याभ्यां व्याप्रियते तयोरेव पृथक् इति व्यवहारः भवति परन्तु यौ पृथक् आश्रय आश्रितौ इत्युक्ते आकाशदेशः भिन्नः याभ्यां व्याप्रियते तयोः एव पृथक् इति व्यवहारः भवति अग्रे उदाहरणानि परिशील्य इमं विषयं बोधिष्यामः अस्तु कपाले यदा क्रिया जायते तया क्रियया कपालस्य भूतलेन सह संयोगः भवति कपाले क्रिया जायते तत् क्रियया कपालस्य भूतलेन सह भूतलेन सह संयोगः भवति अधुना तस्मिन्नेव कपाले घटः अपि अस्ति परन्तु कपालस्य घटेन सह संयोगः कुतः न जायते कपालेन कपालस्य भूतलेन संयोगः भवति तत् परन्तु कपालेन कपालस्य घटेन सह संयोगः कुतः न जायते इति प्रश्नः कपालस्य घटेन सह घटः अपि च भूतला खलु महोदय तयोः संयोगः भवति किन्तु कपालस्य अपि घटः घटस्य तयोः मध्ये किमर्थं संयोगः न भवति तस्य समाधानम् उच्यते पृथक् आश्रय आश्रितयोः एव संयोगः भवति कपालः अपि च घटः पृथक् आश्रय आश्रितत्वं नास्ति कपालस्य आश्रयः कपालिका अपि च घटस्य आश्रयः अपि परम्परया कपालिका इति भवति चेत् पृथक् आश्रितत्वं नास्ति इत्यनेन पृथक् आश्रय आश्रितयोः एव संयोगः भवति इति वयं पठितवन्तः तथा कपालघटेन सह संयोगः न भवितुम् अर्हति न भवति अत्र भेदेन निर्वाहः न भवति पृथक्त्व इत्यनेन एव निर्वाहः भवति भेदेन इति निर्वाहः न भवति कपालस्य च घटस्य च भेदः तु अस्ति अत्र कपालस्य च घटस्य च भेदः तु अस्ति अत्र भेदः इत्यस्य कृते कपालस्य च घटस्य च भेदः तु अस्ति कपालस्य च भूतलस्य चापि भेदः अस्ति. कपालस्य च भूतलस्य च अपि भेदः अस्ति, परन्तु यौ पृथक् आश्रय. भगिनी भगिनी नमस्कार, इदानीं तत्र वाक्यद्वयं दत्तं खलु, कपालस्य स घटस्य स भेदः अस्ति. अपि कपालस्य भूतलस्य चापि भेदः अस्ति. अतः तत्र घटकपालयोः स्थितिः भेद भेदविषये घटकपालयोः स्थितिः अपि कपालभूतलयोः स्थितिः तत्र समाना खलु. नाम अत्र द्वयोः स्थाने तत्र भेदः अस्ति. तत्र कपालघटस्थले अपि भेदः वर्तते, कपालभूतलस्थले अपि भेदः वर्तते, किन्तु एकस्मिन् स्थले संयोगः न जायते, अन्यस्मिन् स्थले संयोगः जायते. तर्हि तत्र भेदः संयोगस्य निर्वाहः नाम तत्र पृथक् इति तस्य निर्वाहः भेदः न कर्तुं शक्नोति इति अवगन्तुं शक्नुमः खलु. नाम भेदः नाम भेदः भेदः इति अस्ति चेत् तत्र संयोगः न भवति, अथवा भेदः नास्ति चेत् संयोगः भवति. एतादृशमस्ति चेत् तत्र भेदस्य तत्र उत्तरदायित्वम् अस्ति नाम संयोगस्य कृते, किन्तु तादृशं तादृशसम्बन्धः अत्र नास्ति. अत्र भेदेन निर्वाहः न भवति इति तस्य वाक्यस्य उदाहरणं. नाम कपालस्य च घटस्य च भेदः तु अस्ति, कपालस्य च भूतलस्य चापि भेदः अस्ति. परन्तु यौ पृथक् आश्रय आश्रितौ इत्युक्ते आकाशदेशः भिन्नः याभ्यां व्याप्रियते, आकाशदेशः भिन्नः याभ्यां व्याप्रियते, तयोः एव पृथक् इति व्यवहारः भवति. परन्तु यौ पृथक् आश्रय आश्रितौ, कपालः भूतलः च पृथक् आश्रय आश्रितौ इत्युक्ते आकाशदेशः भिन्नः याभ्यां व्याप्रियते. सो आश्रयम् इदानीं इदानीं तत्र पृथक् नाम किम् इति इति व्यवहारः, तत्र पृथक् इति व्यवहारः, तर्हि यत् कुत्र भवति इति नाम तस्य अर्थः कः, पृथक् नाम किम् इति. तर्हि पृथक् इत्युक्ते नाम तत्र वयं यदि वदामः नाम तत्र घटः अपि तत्र कपालः अपि भूतलं तत्र पृथक् कपालः अपि भूतलं भूतलं पृथक् पृथक् नाम तत्र इदानीं चिन्तयतु कपालः एकस्मिन् स्थले अस्ति, भूतलम् अन्यस्मिन् स्थले अस्ति. इदानीं क्रियया वयं तत्र कपालं वयं तत्र भूतलस्य समीपं नयामः, तदनन्तरं भूतलस्य कपालस्य तयोः संयोगः भवति संयोगोति इति चिन्तयामः. तर्हि तत्र कपालः अन्यस्मिन् स्थले आसीत्, भूतलमपि अन्यस्मिन् एकस्मिन् स्थले अस्ति, इदानीं समीपं तत्र सामीप्यम् अभवत् क्रियया, किन्तु तस्मिन् सामीप्यं तु अस्ति किन्तु आकाशदेशः, आकाशदेशः नाम आकाशः एकः एव खलु, आकाशः किन्तु व्यवहारे वयम् आकाशस्य तत्र आकाशस्य भागं खण्डं कृत्वा वयम् अमेरिकादेशः भारतदेशः इति नाम स्थलं स्थलं कस्मिन् स्थले अस्ति इति व्यवहारार्थं वयम् आकाशदेश देशम् उद्दिश्य वदामः ओ एतत् अत्र अस्ति. कपालस्य इदानीं कपालः अपि भूतलं कपालस्य कपालः यस्मिन् स्थले अस्ति नाम तस्य आकाशदेशः भिन्नः भूतलस्य भूतलमिति तत्र भूतलस्य तत्र अस्माकं भूमिः तस्याः एकः भागः भूतलमिति तदपि आकाशदेशः एव तदपि सः अपि भिन्नः सो तयोः एव पृथक् इति व्यवहारः इति वक्तुं शक्नुमः व्याभ्यं आकाशदेशः भिन्न आकाशदेशः भिन्न आकाशदेशः तदा एव तत्र पृथक् इति व्यवहारः भवति इदानीं तत्र अस्तु तत्र एतद् उक्तं किन्तु घटः अपि कपालः तत्र का स्थितिः घटः अपि च कपालः आकाशदेशः भिन्नः नास्ति खलु आम् आं महोदय यत्र घटः अस्ति तत्र एव कपालः अस्ति तत्र एव घटः अस्ति तर्हि तत्र तत्र आकाशदेशं दृष्ट्वा तत्र भिन्नः इति आकाशदेशः भिन्नः इति न वक्तुं शक्नुमः तर्हि पृथक् इति न वक्तुं शक्नुमः तर्हि तत्र पृथक् इत्युक्ते आकाशदेशः भिन्नः भवेत् तदेव पृथक् इति वक्तुं पृथक्त्वम् इति वक्तुं शक्नुमः सपरेटेड् इति पृथक् नाम सपरेटेड् इति भिन्नः ये भिन्नः इति डिफरेण्ट् पृथक् नाम सपरेटेड् इति तादृशं किमपि चिन्तयितुं शक्नुमः इति इति भाति क्षम्यतां भगिनि महोदय न श्रूयते महोदय द लास्ट् सेण्टेन्स् इति एकनिमिष भगिनि एकनिमिष तत्र श्रूयते वा इदानीं यत् वदामि इदानीं श्रूयते महोदय अस्तु केवलं महोदय अस्तु अस्तु अस्तु केवलम् उक्तवान् भगिनि नाम पृथक् इति सपरेटेड् इति चिन्तयितुं शक्नुमः अपि तत्र भिन्नः इत्युक्ते डिफरेण्ट् इति तादृशम् अस्तु समीचीनं भगिनि धन्यवादः अस्तु अग्रे धन्यवादः अग्रे तर्हि तत्र नरसिंहदेव महोदय अग्रे पठति वा महोदय पृथक्त्वम् एका कपालिका वामहस्ते स्थापिता दक्षिणहस्ते कपालः स्थापितः तदा किम् उच्यते इयं कपालिका कपालात् पृथक् अधुना केवलं घटः अस्ति स च कुत्र कपाले कपालं विना घटः भवति वा न भवति स च कपालः कपालिकायां कपालिकां विना कपालः भवति वा न भवति तर्हि यत्र घटः अस्ति तत्र कपालः अस्ति कपालिका अपि अस्ति एतादृशेषु स्थलेषु वक्तुं प्रभवामः वा यत् कपालः घटात् पृथक् कपालिकः कपालात् पृथक् कुतः द्वितीयदृष्टान्ते च किं वैलक्षण्यं प्रथमदृष्टान्ते द्वितीयदृष्टान्ते च किं वैलक्षण्यम् अत्र एकं सन्निवेशः अस्ति तत्र एका कपालिका वामहस्ते अस्ति अनन्तरम् अन्यत् कपालिका दक्षिणहस्ते महोदय प्रथमदृष्टान्तः कः इति वदतु प्रथमदृष्टान्तः अस्ति एकहस्ते वामहस्ते कपालिका अस्ति दक्षिणहस्ते कपालः स्थापितः अस्ति एतदस्ति प्रथमदृष्टान्तम् इयं कपालिका कपालात् पृथक् इति वक्तुं शक्नुमः खलु शक्नुमः खलु कपालिका कपालः शक्नुमः आमाम् एकं वामहस्ते अस्ति एकं दक्षिणहस्ते अस्ति तत्र आकाशदेशः भिन्नः अस्ति अतः पृथक् इति वदामः समीचीनम् इदानीम् इदानीं द्वितीयदृष्टान्ते केवलं घटः अस्ति स च घटः कुत्र अस्ति एकम् इदानीं द्वितीयदृष्टान्ते केवलम् एकं घटमस्ति तत्र घट कुत्र भवति इत्युक्ते कपाले भवति, दृष्टवन्तः पूर्वं घटः कपाले भवति, अनन्तरं पुनः कपालः कपालिकायां भवति, अवयवी अवयविनो भवति इति कृत्वा कपालः अपि कपालिकायां भवति. अतः परम्परासम्बन्धेन घटः कपालिकायां भवति. कपालिकां विना कपालः भवति किं? न भवति. तदेव प्रश्नः अत्र कृतमस्ति, कपालं विना घटः भवति वा? न भवति. कपालिका विना कपालः भवति वा? न भवति इति. किमर्थं तेषु मध्ये अवयवसम्बन्धः अस्ति, अतः एकं त्यक्त्वा अन्यत् न तिष्ठति. नाम आश्रयः अस्ति, आश्रयं विना तस्य द्रव्यं न भवति. न, द्रव्यं न भवति. आम्, तर्हि यत्र घटः अस्ति तत्र कपालः अस्ति, कपालिका अपि अस्ति. एतादृशेषु स्थलेषु वक्तुं प्रभवामो वा कपालघटात् पृथक्, कपालिका घटात् पृथक् इति? द्वितीय दृष्टान्ते वयं वक्तुं शक्नुमः वा कपालः घटात् पृथक्, घटः कपालात् पृथक्, कपालकपालिकात् पृथक् इति वक्तुं शक्नुमः इति प्रश्नः? तस्य उत्तरमस्ति नास्ति, न वक्तुं शक्नुमः. एतादृशस्थलेषु वक्तुं शक्नुमः कपालिका कपालपृथक् कुतः प्रथमदृष्टान्ते, द्वितीयदृष्टान्ते च किं वैलक्षण्यम् इति, तत्र सूक्ष्मभेदः किम् अस्ति इति प्रश्नः पुनः कृतम् अस्ति महोदय. तत्र किञ्चित् चिन्तनं भवेत् नाम तत्र वैलक्षण्यं किं, प्रथमदृष्टान्तः अपि द्वितीयदृष्टान्ते तत्र वैलक्षण्यं किम् अस्ति? तत्र आश्रयभिन्नभिन्नम् अस्ति, आश्रयभिन्नम् अस्ति, तत्र वामहस्ते अस्ति, दक्षिणहस्ते अस्ति, आकाशे अपि भिन्नः अस्ति. अनन्तरम् आकाशदेशः भिन्नः अस्ति प्रथमदृष्टान्ते, किन्तु आकाशदेशः समानः अस्ति खलु द्वितीयदृष्टान्ते. द्वितीयदृष्टान्ते आमाम्. यत्र कपालः अस्ति घटः अस्ति, यत्र घटः अस्ति तत्रैव कपालः अपि अस्ति, कपालिका अपि तत्रैव अस्ति, अतः आकाशदेशः भिन्नः नास्ति इति अस्ति. समीचीनं महोदय, धन्यवादः. अस्तु अग्रे, धन्यवादः. तर्हि धन्यवादः महोदय. मृणालिनी भगिनी अग्रे पठति वा? नमस्कारः भगिनि. यत्र केवलं घटः अस्ति स च घटः यद्यपि एकाकी किन्तु कपाले अस्ति एव, तस्यां दशायां घटकपालौ आकाशे भिन्ने देशे न स्तः, येन देशावच्छेदेन घटः अस्ति तस्मिन् देशे एव कपालोऽपि वर्तते, तद्देशे एव कपालिकापि वर्तते, तस्मात् तत्र पृथक्त्वरूपगुणः नोत्पद्यते. अत्र कपालः घटात् पृथक्, कपालिका कपालात् पृथक् इति वक्तुं न शक्यते, यतोहि कपालः घटः च एकस्मिन् एव देशे स्तः, पुनः कपालिका कपालः एकस्मिन् एव देशे स्तः. एकस्मिन् देशे इति कारणतः पृथक् इति व्यवहारः न शक्यः. तर्हि यत्र द्वितीयदृष्टान्ते यत्र केवल घटः अस्ति तत्र यद्यपि घटः एकाकी अस्ति किन्तु कपाले एव तस्य घटः कपाले वर्तते. एवं तस्यां दशायां घटकपालौ आकाशे भिन्ने देशे न स्तः, तर्हि आकाशस्य यत् देशं घटः व्याप्रियते तमेव देशं कपालः अपि व्याप्रियते, भिन्ने देशे न स्तः, येन देशावच्छेदेन घटः अस्ति तस्मिन् देशे एव कपालोऽपि वर्तते, तद्देशे एव कपालिका अपि वर्तते. आम्, तस्मात् पृथक्त्वरूपगुणः नोत्पद्यते. आम्, अत्र अस्मिन् उदाहरणे पृथक्त्वरूपगुणः इति नास्ति. तत्र येन देशावच्छेदेन इति तत्र किञ्चित् वदति वा तस्य वाक्यस्य अर्थः किम् इति? आम्, येन आकाशदेश अवच्छेदेन घटः अस्ति तस्मिन्नेव आकाशदेश अवच्छेदेन कपालोपि वर्तते, सम्यक् वा? नाम तत्र येन देश अवच्छेदेन घटः अस्ति इति अर्थः कः? येन आकाशदेश अवच्छेदेन भागं व्याप्रिय, हा नाम समीचीनं, हा नाम आकाशदेशः आकाशः इति तत्र तत् आकाशः तु एकः, तत्र अवच्छेदकः नाम तत्र लिमिटिङ्ग् इति खलु, अवच्छेदकः नाम लिमिटिङ्ग्, तत्र कस्मिन् देशे इति नाम अस्मिन् भागे इति यत्र वदामः तत्र अवच्छेदेन नाम देशावच्छेदेन नाम अस्मिन् स्थले अस्ति इति, अतः येन अवच्छेदन देशावच्छेदन नियाम यस्मिन् स्थले गतः अस्ति तस्मिन् देशे एव कपाले अपि वर्तते, किन्तु यस्मिन् देशे इति अनुक्त्वा येन देशावच्छेदेन गतः अस्ति इति उक्तं तावदेव, अस्तु समीचीनं, हा अग्रे पृथक् कपालिका कपाला पृथक् इति वक्तुं न शक्यते यतोहि देश अवच्छेदः पृथक् नास्ति, आकाशदेशः समानः, आकाशदेशः समानः इति कृत्वा वयं पृथक् इति अत्र न वक्तुं शक्नुमः, समीचीनं भगिनी, हा धन्यवादः, अस्तु इदानीम् अग्रे चन्द्रमती भगिनी अग्रे पठति वा? परन्तु तत्र एव यत्र केवलं खडः वर्तते स्वस्य कपालादिषु अवयवेषु यद्यपि कपालः खडात् पृथक् इति व्यवहारः न सम्भवति तथापि भेदः वर्तते, कपालिका अन्या कपालः अन्यः खडः अन्यः, तस्मात् भेदः अन्योन्य अभावः वर्तते, परन्तु येषां देशभेदः यतः नास्ति, एकस्मिन्नेव देशे खडः अपि वर्तते कपालः अपि वर्तते कपालिका अपि वर्तते, अतः पृथक् पृथक्त्वरूपगुणः नोत्पद्यते, परन्तु अत्र एव यत्र केवलं खडः वर्तते स्वस्य कपालादिषु अवयवेषु यद्यपि कपालः खडात् पृथक् इति व्यवहारः न सम्भवति, अत्र खडः वर्तते अत्र खडः कपालादिषु कपालः कपालिका तस्य अवयवः एव, तेषु पृथक् इति व्यवहारः न पृथक् इति व्यवहारे वक्तुं न शक्यते, न व्यवहारः न सम्भवति, किमर्थं चेत् किं तथापि भेदः वर्तते, भेदः अत्र वर्तते किन्तु पृथक्त्वं न सम्भवति, किमर्थं पृथक्त्वं न सम्भवति इति किञ्चित् वदति वा स्वशब्दैः? अत्र पृथकाश्रय आश्रितत्वं नास्ति, तद् भिन्नः न पृथकाश्रय आश्रितत्वम् इति तत्र संयोगस्य विषये, किन्तु तत्र घटः अपि कपालः पृथक् किमर्थं नास्ति घटात् पृथक् इति, आकाशभेदः अत्र नास्ति, एकस्मिन् एव स्थले, समीचीनम्, एकस्मिन् स्थले यत्र घटः अस्ति तत्र एव कपालः कपालिका सर्वम् अस्ति, अतः कपालः घटात् पृथक् इति व्यवहारः न सम्भवति, किन्तु भेदः वर्तते, हा भेदः वर्तते, किमर्थम् अग्रे? कपालिका कपालिका अन्या कपालः अन्यः खडः अपि अन्यः, भिन्नः अस्ति, कपालात् भिन्नः अस्ति, खडः अपि कपालात् भिन्नः अस्ति, अतः भेदः वर्तते किन्तु पृथक् इति वक्तुं न शक्यते। अत्र समानदेशे अत्र अस्ति, समानस्थले अस्ति, तस्मात् भेदः अन्योन्य अभावः वर्तते। भेदः अस्ति अतः अन्योन्य अन्योन्य अभावः अस्ति अतः भेदः अपि वर्तते। अन्योन्य अभावकारणेन अभावात् भेदः वर्तते, परन्तु येषां देशभेदः यतः नास्ति। अन्योन्य अभावकारणात् इति न, अन्योन्य अभावः एव भेदः। अस्तु, अन्योन्य अभावः इति तत्र भेदः इत्युक्ते अन्योन्याभावः, अन्योन्याभावस्य अन्यनाम अस्ति भेदः, तावदेव। परन्तु येषां देशभेदः यतः नास्ति, एकस्मिन्नेव देशे द्वयमपि वर्तते, देशः वर्तते, कपालः अपि वर्तते, कपालिका अपि एकस्मिन्नेव देशे वर्तते, अतः पृथक् पृथक्त्वगुणः न उत्पद्येते। नाम घटे अस्तु, तर्हि तत्र घटे कपालनिरूपितभेदः, कपालभेदः वर्तते वा घटे? भेदः वर्तते किन्तु पृथक्त्वं न। अस्तु, तर्हि घटे कपालभेदः वर्तते वा? घटे न कपालभेदः, अन्योन्य अभावः इति न वक्तुं शक्यते। न न भगिनि, नाम अन्योन्याभावः भवती एव पठितवती, तत्र भेदः वर्तते अतः अन्योन्यभावः वर्तते इति भवती एव उक्तवती खलु। कपालः अपि घटः, कपालः अन्यः, घटः अन्यः खलु। अस्तु, खलु भवती एव पठितवती खलु। अस्तु, हा तर्हि कपालः अन्यः, घटः अन्यः, अन्यः नाम भिन्नः खलु, घटः कपालः न इति समीचीनं वा? तर्हि तेन घटे कीदृशभेदः अस्ति इति जानीमः। खडः कपालः न इत्यनेन घटे घटे तत्र कपालनिरूपितभेदः, नाम कपालनिरूपित अन्योन्याभावः घटे वर्तते वर्तते खलु। पुनः तत्र घटः कपालिका न इत्यनेन निरूपित भेदः अपि वर्तते। पुनः कपालः कपालिका न इत्यनेन अपि कपालः घटः न, तदनन्तरं कपालिका कपालः न ना अपि कपालिका घटः न इत्यनेन पुनः तत्र तर्हि तत्र कपाले अपि तत्र भेदद्वयं, घटे अपि भेदद्वयं, कपालिकायामपि भेदद्वयं खलु। किन्तु कपाले वा घटे वा कपालिकायां वा पृथक्त्वरूपगुणः न भवति इति इति समीचीनं खलु। अस्तु, स्पष्टं वा? घटे कपालिका निरूपित वा कपालनिरूपित वा भेद पृथक्त्वं नास्ति, अस्ति। उत्तमं भगिनि, हा तदेव अस्ति, हा उत्तमं, हा अस्तु। इदानीम् अग्रे समीचीनं, हा हा इदानीम् अत्र यत् भेदः उक्तं तर्हि कपालघटयोः मध्ये भेदः अस्ति इति वदामः वा? यतोहि तत्र घटः कपालः, घटः कपालः इति नास्ति खलु, घटः कपालः न खलु। आम् आम्, तर्हि एतादृशं वाक्यं घटे अन्योन्यभावः कथं वदामः? अन्योन्यभावः एव भेदः। हा परन्तु हौ विलिसे घटे कपालस्य अभावः अस्ति इति वा? कपालभेदः, कपालनिरूपित, तत्र कपालः एव तत्र प्रतियोगिता, अनियोगी अस्ति तत्र अन्योन्य अभावः इति पूर्वं दृष्टवन्तः खलु, तर्हि तत्र कपालनिरूपित अभावः इति अथवा कपालनिरूपितभेदः घटे वर्तते अथवा कपालभेदः कपालभेदः घटे वर्तते इति अपि वक्तुं शक्नुमः. कपालभेदः नाम कपालः एव तत्र प्रतियोगी अनियोगी अस्ति, अन्योन्याभावः तत्र, तर्हि सः अन्योन्याभावः तत्र घटे वर्तते इति अतः तत्र निरूपित इत्युक्त्वा अस्तु अग्रे सरामः. तर्हि तत्र शोभा भगिनी अग्रे पठति वा. आं महोदय, इदानीं संयोगः इति विषयः. तर्हि यत्र केवलं श्रूयते खलु महोदय? श्रूयते भगिनि, श्रूयते भगिनि. अस्तु, हा यत् तर्हि यत्र केवलम् एकः घटः वर्तते स्वस्य कपालादिषु अवयवेषु तत्र कपालः घटात् पृथक् इति प्रत्ययः न भवति इति उक्तं, किन्तु भेदः तु अस्ति, नाम घटः कपालः कपालो न, तौ द्वौ भिन्नौ. अत्र घटकपालयोः संयोगः सम्भवति किम्? अग्रे पठित्वा वदनीयं वा महोदय? अधुना वामहस्ते एकः कपालः स्थाप्यते, तत्र कपालस्य आश्रयः कपालिका, यस्मात् तस्मिन् हस्ते कपालिका अपि अस्ति. दक्षिणहस्ते घटः स्थाप्यते, अन्यः घटः, तेन वामहस्ते स्थितेन कपालेन न जातः अयं दक्षिणहस्ते विद्यमानः घटः. दक्षिणहस्ते कपालः अस्ति वा? अस्ति किल. अयं घटः समवायसम्बन्धेन कपाले भवति एव. वामहस्ते यः कपालः वर्तते, दक्षिणहस्ते यः घटः वर्तते, द्वयोः संयोगः सम्भवति किम् इति. अस्तु, तावत्. हा, तर्हि इदानीं संयोगः इति विषयः पुनः. तत्र यत् केवलम् एकः एव घटः वर्तते इति स्वीकुर्मः, अपि च कुत्र वर्तते इत्युक्ते स्वस्य कपालादिषु अवयवेषु एव वर्तते. घटः सर्वदा स्वस्य अवयवेषु एव वर्तते. तत्र कपालः घटात् पृथक् इति प्रत्ययः न भवति इति दृष्टवन्तः, यतोहि आकाशदेशभेदः किं तत्र भिन्न आकाशभेदः नास्ति तत्र, यत्र केवलं समानं. हा, घटस्य कृते, कपालस्य कृते, अपि च कपालिकायां याः कृते आकाशदेशः समानः. किन्तु भेदः तु अस्ति, यथा तत्र अन्योन्य अभावः तु अस्ति, घटः कपालः न, कपालः कपालिका न, घटः कपालिका न इति एतत् सर्वं वक्तुं शक्नुमः. नाम घटः कपालः न, तौ द्वौ भिन्नौ एव, तत्तु अस्ति इत्युक्ते तत्र भेदः अस्ति अथवा अन्योन्य अभावः अस्ति. अत्र कपाल घटकपालयोः संयोगः सम्भवति किम् इत्युक्ते, अग्रे उक्तं वाम अस्तु, अत्र घटकपालयोः संयोगः सम्भवति किम् इति न सम्भवति, यतोहि तत्र एकः एव घटः अस्ति, कपालः घटात्. हा, किन्तु भेदः तु अस्ति. तत्र एकक्षणं, केवलम् एकः घटः वर्तते, कपालः घटात् पृथक् इति प्रयोगः न भवति, किन्तु भेदः तु अस्ति. हा, अस्तु, इदानीं तत्र संयोगः सम्भवति किम् इति अग्रे पश्यामः. अधुना वामहस्ते एकः कपालः स्थाप्यते, कपालः एव स्थाप्यते वामहस्ते, तत्र कपालस्य आश्रयः कपालिका, यस्मात् तस्मिन् हस्ते कपालिका अपि अस्ति. कपालः कपालिकायां वर्तते, अतः तत्र कपालः अस्ति चेत् कपालिका अपि अस्ति यतोहि कपालस्य आशयः कपालिका एव अस्ति, तर्हि तयोः द्वयोः उपस्थितिः भवति तत्र वामहस्ते. दक्षिणहस्ते घटः स्थाप्यते, अन्यः घटः. अस्तु, इदानीं वामहस्ते स्थितेन कपालेन न जातः अयं दक्षिणहस्ते विद्यमानः घटः. आम्, तत्र दक्षिणहस्ते एकः सम्पूर्णः घटः अस्ति, अन्यः घटः एव. तस्य वामहस्ते स्थितस्य कपालस्य कृते कोऽपि सम्बन्धः नास्ति. इत्युक्ते तत्र तेन वामहस्ते स्थितेन कपालेन न जातः अयं दक्षिणहस्ते विद्यमानः घटः. इदानीं पृथक् घटः अपि कपालः ययोः सम्बन्धः नास्ति. दक्षिणहस्ते कपालः अस्ति वा? अस्ति, यतोहि घटः कपाले एव वर्तते, अतः अस्ति. अस्ति किल, अयं घटः समवयसम्बन्धेन कपाले भवति एव. वामहस्ते यः कपालः वर्तते, दक्षिणहस्ते यः घटः वर्तते, द्वयोः संयोगः सम्भवति किम्? सम्भवति एव, यतोहि इदानीं द्रव्यं भिन्नं भवति इति. आकाशदेशः भिन्नः इति वा? हा, अस्तु अस्तु, आकाशदेशः भिन्नः. आम् आम्, इति एव भवेत्. हा, अस्तु अस्तु. तर्हि कपालः वामहस्ते विद्यमानः कपालः अपि दक्षिणहस्ते विद्यमानः घटः तयोः संयोगः भवति इति प्रश्नः. अस्तु अस्तु, आम्, अस्तु, समीचीनम्. अस्तु, धन्यवादः भगिनी. धन्यवादः. अग्रे तर्हि योगेन्द्रमहोदय अग्रे पठति वा? योगेन्द्रमहोदय न श्रूयते. अस्तु, तर्हि तत्र उषा भगिनी अग्रे पठति वा? वामहस्ते यः कपालः अस्ति, तत्र एव खलु? वामहस्ते यः कपालः अस्ति, तस्मिन् अनुकूलक्रिया भवति चेत् तया क्रियया दक्षिणहस्तेन विद्यमानेन घटेन सह संयोगः अवश्यं भवति. वामहस्ते यः कपालः अस्ति, तस्मिन्नेव अनुकूलक्रिया भवति चेत् तस्मिन् अनुकूलक्रिया अस्मिन् अनुकूलक्रिया भवति चेत् तत्र घटेन सह घटेन सह एकनिमिषं भगिनि, तत्र चित्रं यदस्ति तत्र केवलम् अत्र स्थापयामि, यतोहि तस्य तर्हि तत्र अस्तु. वामहस्ते यः कपालः अस्ति, तस्मिन् अनुकूलक्रिया भवति चेत् तया क्रियया दक्षिणहस्ते विद्यमानेन घटेन सह संयोगः अवश्यं भवति. खलु? आं महोदय, आम्. अग्रे पठामि खलु? पूर्वतने उदाहरणे घटकपालयोः संयोगः न सम्भवति स्म. इदानीन्तने उदाहरणे घटकपालयोः संयोगः सम्भवति. अस्तु महोदय, पूर्वतने उदाहरणे घटकपालयोः संयोगः न सम्भवति स्म. इदानीन्तने उदाहरणे घटकपालयोः संयोगः सम्भवति. पूर्वतने उदाहरणे केवलं घटः अस्ति, स्वस्य अवयवे कपाले च आश्रितः. तस्मिन् घटे यदा क्रिया जायते तदा अनया क्रियया तत्र वर्तमानेन कपालेन सह संयोगः न भवति. पृथक्त्वरूपगुणः नास्ति, भेदः तु अस्ति. पृथक्त्वरूपगुणः नास्ति, भेदः तु अस्ति, संयोगः नास्ति. द्वितीये उदाहरणे एकस्मिन् हस्ते कपालः अपरस्मिन् हस्ते च घटः अत्र भिन्नदेशे स्तः तस्मात् पृथक्त्वरूपगुणः उत्पद्यते अनेन संयोगः भवति पूर्वतने उदाहरणे घटकपालयोः संयोगः न भवति सम्भवति इदानीन्तने कपालः वामहस्ते अस्ति देन् दक्षिणहस्ते घटः अस्ति देन् अनुकूलक्रिया भवति चेत् संयोगः अवश्यं भवति पूर्वतन उदाहरणे च घटः अपि च कपालः द्वयोः अपि एकस्थले भवति समान आकाशदेशः इत्यनेन उदाहरणे केवलं घटः अस्ति स्वस्य अवश्ये स्वस्य अवयवे कपाले च आश्रितः ओके तस्मिन् घटे एकमेव समान आकाशदेशः अस्ति चेत् तस्मिन् घटे यदा क्रिया जायते तदा अनया क्रियया तत्र वर्तमानेन कपालेन सह संयोगः न भवति यतोहि कपालघटः समान आकाशदेशः एव भवति यत्र क्रिया जायते क्रियया कपालेन सह घटे क्रिया जायते तत्र कपालेन सह संयोगः न भवति संयोगः न भवति यतोहि समान आकाशदेशः इत्यनेन पृथक्त्वम् अस्ति पृथक्त्वं नास्ति भेदः अस्ति पृथक्त्वं नास्ति इत्यनेन संयोगः अपि नास्ति समीचीनं नाम तत्र दक्षिणहस्ते यः घटः अस्ति अपि सः घटः कपाले अस्ति इति केवलं यदि तत् स्वीकुर्मः दक्षिणहस्ते घटः अस्ति कपालः अस्ति घटकपालयोः संयोगः न जायते आं महोदय किन्तु दक्षिणहस्ते घटः अपि वामहस्ते कपालः इति स्वीकुर्मश्चेत् तत्र संयोगः जायते आम् संयोगः जायते संयोगः जायते इत्युक्ते पृथक्त्वरूपगुणः भवति अस्ति अस्ति इत्यनेन संयोगः भवति द्वितीये इदानीं द्वितीये उदाहरणे तदपि पठितवती वा पठितवती द्वितीये उदाहरणे एकस्मिन्नेव हस्ते कपालः अस्मिन्नेव हस्ते च घटः अपरस्मिन् हस्ते द्वितीये उदाहरणे एकस्मिन् हस्ते कपालः अपरस्मिन् हस्ते च घटः ओके अत्र भिन्नदेशः स्तः सो पृथक्त्वरूप उत्पद्यते भिन्नदेशः इत्युक्ते लैक् कपालघटः आकाशदेशः भिन्नः अतः तत्र पृथक् इति पृथक्त्वम् उत्पद्यते पृथक्त्वम् उत्पद्यते संयोगः अपि भवति एव तत्र तर्हि तत्र एषः कपालः तत्र घटः अस्ति अस्मात् घटात् एषः कपालः पृथक् वा एकनिमिष किञ्चित् बृहत् महोदय भिन्नः एव न श्रूयते महोदय न श्रूयते अस्तु इदानीं श्रूयते महोदय अस्तु तर्हि तत्र बृहत् कृतवान् तत्र इदानीं तत्र दृश्यते वा भगिनि तत्र घटकपादः दक्षिण दृश्यते महोदय तर्हि तत्र यदि घटकपालः इति स्वीकुर्मः तर्हि तत्र पृथक्त्वम् अत्र अस्ति वा घटकपालयोः मध्ये दक्षिणहस्ते नास्ति नास्ति महोदय दक्षिणहस्ते यत्र घट कपालः अस्ति तत्र पृथक्त्वं नास्ति किन्तु भेदः अस्ति तत्र भेदः अस्ति अत्र अपि पृथक्त्वं नास्ति किन्तु भेदः अस्ति भेदः अस्ति अत्र यदि एतत् स्वीकुर्मः नाम घटः अपि कपालः तत्र पृथक्त्वमपि अस्ति भेदः अपि अस्ति खलु पृथक्त्वम् अस्ति भेदः अपि अस्ति यदि तत्र वामहस्ते कपालः दक्षिणहस्ते घटः इति स्वीकुर्मः तत्र पृथक्त्वमपि अस्ति भेदः अपि अस्ति भेदः मीनिङ्ग् अन्योन्य अभावः अन्योन्य अभावः अपि अस्ति खलु अस्ति अस्ति नाम एषः घटः एषः कपालः न तर्हि अन्योन्य अभावः अस्ति अपि पृथक्त्वमपि अस्ति तर्हि तत्र एकस्मिन् स्थले अस्ति चेत् पृथक्त्वं नास्ति भेदः केवलं भेदः वर्तते तत्र समान आकाशदेशः नास्ति चेत् तत्र पृथक्त्वमपि भवति भेदः अपि भवति अस्तु धन्यवादः भगिनि समीचीनं धन्यवादः तर्हि तत्र योगेन्द्रमहोदय नास्ति इति मन्ये तर्हि नीता भगिनी अग्रे पठति वा इदानीं वामहस्ते यः कपालः अस्ति तम् अपसारयतु दक्षिणहस्ते यः कपालः अस्ति तस्मिन् क्रिया जायताम् अवयविना घटेन संयोगः जायताम् किन्तु तत्र संयोगः न भवति कुतः तयोः पृथक्त्वं नास्ति पृथक्त्वरूपगुणः नास्ति तस्मात् पृथगाश्रयाश्रितौ न स्तः अस्मिन्नेव उदाहरणे वामहस्ते यः कपालः अस्ति तत् कपालस्य अपसारणं भवेत् अनन्तरं दक्षिणहस्ते यः कपालः अस्ति तस्मिन् यदि क्रिया जायते तेन तया क्रियया अवयविना घटेन संयोगः जायताम् अस्तु वामहस्ते यः कपालः तस्य अपसारणम् इदानीं दक्षिणहस्ते कपालः अस्ति तस्मिन् यदा क्रिया उद्भवति चेत् अवयविना घटेन कपाले क्रिया उद्भवति तेन अवयवी इति अवयवी इति घटः अवयविना घटेन सह संयोगः जायताम् या क्रिया तत्र जायते तेन अवयवी घटः यत् अस्ति तस्य तेन संयोगः भवति नाम अन्यद्रव्यम् इति किमस्ति तत्र स्वीकुर्मः नाम पुस्तकम् इति स्वीकुर्मः तर्हि तत्र क्रिया यदि तत्र कपाले क्रिया भवति तत्र घटपुस्तकयोः संयोगः जायते खलु घटपुस्तकः संयोगः जायते कपाले या क्रिया वर्तते तेन तया किन्तु घटकपालयोः क्रिया संयोगः न भवति न भवति एतस्मिन् अपि घटकपालयोः संयोगः न भवति किमर्थम् इति तत्र पृथक्त्वं नास्ति तत्र एकदेश समान एव एकदेश अस्ति पृथक्त्वं नास्ति एव पृथक्त्वरूपगुणः नास्ति तस्मात् पृथगाश्रयाश्रितौ तत् कपालः वा घटः पृथक् आश्रय आश्रितः एवं नास्ति तत्र पृथगाश्रयाश्रित द्वयोः मध्ये तत् नास्ति अतः तत्र पृथक्त्वं नास्ति संयोगः न भवति इति न भवति युतसिद्धौ तत्र यत्र पृथक्त्वमस्ति तत्र एव संयोगः भवति अतः एतस्मिन् उदाहरणे तत्र संयोगः न जायते इति इति अस्ति समीचीनं भगिनि. अस्तु अग्रेपि तत्र पठति वा तत्र लघुपरिच्छेदः एव अस्ति. यदा स्वातन्त्र्येण सह कपालः वामहस्ते घटः दक्षिणहस्ते द्वयोः परस्परपृथक्त्वं वर्तते. भिन्नाकाशदेशे तयोः व्यापारः अस्ति, स्थितिः वर्तते, तस्मात् पृथक्तरूपगुणः उत्पद्यते येन द्वयोः अपि संयोगः भवति. इदानीं स्थितिः का? वामहस्ते कपालः, दक्षिणहस्ते घटः. कपालः घटः द्वयोः परस्परपृथक्त्वं वर्तते. अत्र एकदेशः वृत्तिसमान एकदेशः समान न, तत्र एकदेशः भिन्नः, अतः परस्परपृथक्त्वं वर्तते. कपालः वामहस्ते अस्ति, घटः दक्षिणहस्ते अस्ति. भिन्न एकदेशे तयोः व्यापारः अस्ति, एकदेशः भिन्नः अस्ति, स्थितिः वर्तते, तस्मात् पृथक्त्वरूपगुणः उत्पद्यते. तत्र तत्र पृथक्त्वरूपगुणः अस्ति, भिन्न एकदेशः अस्ति, पृथक्त्वरूपगुणः तस्मात् कारणात् उत्पद्यते. तस्मात् कारणात् तेन कारणेन द्वयोः संयोगः अपि भवति. यदा वामहस्ते कपालः, दक्षिणहस्ते घटः, तत्र भिन्न एकदेशः, पृथक्त्वरुक्ति, पृथक्त्वरूपगुणः तत्र भवति, संयोगः अपि भवति. तत्र भिन्न एकदेशः नास्ति, भिन्न आकाशदेशः. भिन्न आकाशः, भिन्न आकाशदेशः. समीचीनम्. अस्तु, अतः तत्र तयोः मध्ये पृथक्त्वम् अस्ति, संयोगः अपि भवति, किन्तु तत्र पृथक्त्वम् इति नास्ति, संयोगः न भवति, भेदः अत्रापि वर्तते, भेदः अत्रापि वर्तते. अस्तु अस्तु, समीचीनं. तर्हि अग्रे धन्यवादः भगिनि. अग्रे नरसिंहग्रे महोदय. पृथक् आश्रये आश्रितौ, भिन्न आश्रये आश्रितौ च इति न श्रूयते महोदय. नरसिंहदे महोदय, अग्रे पठामि वा महोदय? पठतु महोदय, इदानीं श्रूयते. क्षम्यतां, पठतु महोदय. पृथगाश्रयाश्रितौ, भिन्नाश्रयाश्रितौ च. द्वयोः पृथगाश्रय आश्रितत्वं यत्र वर्तते तत्र संयोगो जायते. अत्र पृथगाश्रित महोदय न कर्तुं न शक्यते. अवयव अवयविनौ घटकपालौ, अवयव अवयविनौ घटकपालौ भिन्न भिन्नाश्रय भिन्नाश्रि भिन्नाश्रयाश्रितौ स्तः एकस्मिन्नेव अस्ति. एकः घटः, तस्मिन् कपालः अपि अस्ति. कपालिका अन्नौ यौ आश्रयौ तदाश्रितौ द्वौ स्तः, परन्तु संयोगः न जायते. घटस्य अवयवः कपालः, कपालस्य अवयवः कपालिका. आश्रयभूतयोः कपालकपालिकयोः भेदस्तु अस्त्येव, द्वयोः परस्पर अन्योन्य अभावः अस्त्येव, द्वावपि सर्वथा भिन्नौ. पृथगाश्रय आश्रितौ, भिन्नाश्रय आश्रितौ च इति पदद्वयमस्ति अत्र. द्वयोः पृथगाश्रय आश्रितत्वं यत्र वर्तते तत्र संयोगो जायते इति वयं पूर्वं पठितवन्तः. तेषाम् आश्रय भिन्नभिन्न अस्ति चेत् तेषां मध्ये संयोगः जायते. अत्र पृथगाश्रय आश्रितौ इति पदे पृथक् पदस्य स्थाने भिन्नः इति कृत्वा भिन्नाश्रय आश्रितौ इति कर्तुं न शक्यते इति अस्ति अत्र. पृथक् पदस्य स्थाने भिन्न इति पदं वयं वक्तुं न शक्नुमः. किमर्थम् इत्युक्ते भिन्न भिन्न भिन्न अथवा भेदता अथवा अनन्तरं पृथक्त्व मध्ये भेदः अस्ति, द्वयमपि समानं नास्ति. अतः पृथगाश्रयाश्रितविद्यस्य स्थाने भिन्नाश्रयाश्रितम् इति वयं वक्तुं न शक्नुमः. अवयव अवयिनौ घटकपालौ भिन्नाश्रय भिन्नाश्रय आश्रितौ स्तः. इदानीं घटकपाल अस्ति, घट अवयवी अस्ति, कपालः अवयवः अस्ति. ते भिन्न आश्रय आश्रितौ. किमर्थमित्युक्ते कपाल घटकपाले भवति, कपाल कपालिकायां भवति, अतः तेषाम् आश्रयः भिन्नः अस्ति. अतः ते भिन्नाश्रय आश्रितौ. एकस्मिन्नेव हस्ते एकः घटः, तस्मिन् कपालः अपि अस्ति, कपालिका अपि अस्ति. इदानीम् एकं हस्तमस्ति, तत्र एकं घटमस्ति, तत्र किं भवति इत्युक्ते घटः कपाले भवति, कपालिका कपालिकायां भवति. तत्र भिन्नौ यौ आश्रयौ इत्युक्ते एकस्य आश्रय कपालः, तद् अन्यस्य आश्रय कपालिका, तदाश्रितौ द्वौ स्तः. तदाश्रितौ द्वौ इत्युक्ते घटानन्तरं कपालं, परन्तु संयोगः न जायते. किमर्थमित्युक्ते तत्र पृथगाश्रय आश्रितत्वं नास्ति, घटस्य आश्रयमेकमेव. तत्र घटस्य अवयवः कपालः, कपालस्य अवयवः कपालिका. आश्रयभूतयोः कपालकपालिकयोः भेदस्तु अस्ति एव. कपालिका कपालात् भिन्नः, कपालः घटात् भिन्नः, भेदः अस्ति, परन्तु पृथक्त्वं नास्ति. किमर्थम् इत्युक्ते भिन्नाश पृथक्श्रय आश्रितत्वं नास्ति तेषां मध्ये. घटस्य आश्रयः कपालः, कपालस्य आश्रयः कपालिका. अतः आश्रयमध्ये तत्र भेदः अस्ति, समानमाश्रयं नास्ति. द्वयोः परस्पर अन्योन्यभावः अस्ति एव, द्वयोः अपि सर्वदा भिन्नौ. इदानीम् अन्योन्यभावः अस्ति तेषां मध्ये, द्वयोः परस्पर अन्योन्यभावः अस्ति एव. घटकपालन कपालकपालिकन इति वक्तुं शक्नुमः वयं. तेषां मध्ये अन्योन्यभावः अस्ति, भिन्नता अस्ति, द्वावपि सर्वदा भिन्नौ, परन्तु पृथक् नास्ति इति अस्ति महोदय. तर्हि तत्र भिन्न आश्रय आश्रितौ इति, तर्हि तत्र इति तत्र किञ्चित् स्पष्टता भवति चेत् इति कृत्वा महोदय. तर्हि तत्र आश्रयः इति तत्र घटकपालौ भिन्नाश्रय आश्रितौ स्तः इति, तर्हि तत्र घटः घटस्य आश्रयः कपालः कपालः इति चिन्तयामि इति, पुनः कपालस्य आश्रयः कपालिका कपालिका. इदानीं तत्र तत्र भिन्न आश्रयः इत्युक्ते कपालः कपालिका न इति खलु, भिन्न आश्रयः भिन्न आश्रयः इति, कपालः कपालिका न इति. तर्हि आश्रये आश्रितः घटः, अस्मिन् आश्रये आश्रितः कपालः. तर्हि घटकपालौ भिन्न आश्रय आश्रितौ इति वक्तुं शक्नुमः खलु, खलु एतदेव भवान् उक्तवान् खलु, नाम तत्र कपालः कपालि का न इति कृत्वा भिन्नः इति सम्यक् भवति इति. अस्तु अस्तु महोदय. तर्हि तत्र भिन्नौ सः, किन्तु तत्र किं भवति, संयोगः न जायते, भेदस्तु अस्ति किन्तु द्वयोः परस्पर अन्योन्यभावः अपि अस्ति एव, द्वौ अपि सर्वथा भिन्नौ. समीचीनं महोदय, धन्यवादः. धन्यवादः, समीचीनं. अस्तु अग्रे तर्हि तत्र चन्द्रमती भगिनी अग्रे. यद्यपि खड्गकपालयोः भेदः अस्ति तथापि द्वयोः मध्ये पृथगाश्रय आश्रितत्वं नास्ति. कुतः? कपालः स्वस्य समवायीकारणेन कारणे आश्रितः. खड्गः कुत्र अस्ति? स्वस्य समवायीकारणे कपाले. परन्तु खडस्य यत् समवायिकारणं कपालः, एवं कपालस्य यत् समवायिकारणं कपालिका, अनयोर्मध्ये पृथक्त्वं नास्ति. अनेन द्वयोरपि समवायिकारणयोः भिन्न देशे स्थितत्वं नास्ति. भिन्नदेशे यदा भवतः तथा तदा एव पृथक्त्वम् इति गुणः उत्पद्यते. तस्मात् पृथकाश्रय आश्रितत्वस्वभावात् द्वयोः मध्ये संयोगः न सम्भवति. पृथगाश्रयोः आश्रितौ यौ तयोरेव संयोगः इति नियमः अङ्गीकृतः. खडकपालयोः भेदः अस्ति, तथापि द्वयोः मध्ये पृथगाश्रय आश्रितत्वं नास्ति. अत्र खडः अस्ति, कपालः अस्ति. अत्र खडः कपालयोः मध्ये कृतकाश्रय आश्रितत्वं नास्ति. कुतः? खडस्य आश्रयः भिन्न, पृथक् कपालस्य आश्रयः पृथक् इति वक्तुं न शक्यते. किमर्थम् इति प्रश्नः. कपालः स्वस्य समवायिकारणेन आश्रितः, कपालः कारणे आश्रितः. कपालः कपालिकायां स्वसमवायिकारणेन कारणे आश्रितः इति वक्तुं शक्यते. खडः खडः कुत्र अस्ति? स्वस्य समवायिकारणे कपाले. कपाले कपालः कपालिकायां कपाल खडः कपाले स्वसमवायिकारणे आश्रितः. परन्तु खडस्य यत् समवायिकारण कारणकपालः परन्तु खडस्य यत् समवायिकारणकपालः एवं कपालस्य यत् समवायिकारणं कपालिका, अनयोर्मध्ये पृथक्त्वं नास्ति. अत्र अनयोर्मध्ये इत्युक्ते तयोः मध्ये, तयोः कपालः कपालिकायां खडः कपाले कपाले अनयोः. अनयोः इत्युक्ते तत्र द्वयं, तत्र द्वौ कौ स्वस्य आश्रयः कपाल खडः कपालि कपालः कपालिकायाम् आश्रितः. किन्तु द्वौ इत्युक्ते अनयोः मध्ये इति अस्ति खलु, तत्र अनयोः इत्युक्ते कयोः मध्ये? अत्र समवायिकारण समवायकारणः द्वयम् अस्ति. अत्र आश्रयं द्वयम् तत्र केवलं तर्हि द्वयोः मध्ये इत्युक्ते कयोः मध्ये? खडकपालयोः न भवती उक्तवती समवायिकारणद्वयम् इति उक्तं, तत् किं? कारणं द्वयमस्ति, कपाल कपालिका. कपालः कपालिका अनयोः मध्ये, कपालः अपि कपालिका अनयोः मध्ये पृथक्त्वं नास्ति. तावदेव खलु, अनयोः मध्ये इत्युक्ते कपालः अपि कपालः अपि कपालिका अनयोर्मध्ये पृथक्त्वं नास्ति. हा समीचीनम्. अनेन द्वयोरपि समवायिकारणयोः भिन्नदेशे स्थितत्वं नास्ति खलु. समवायिकारणेन अत्र भिन्नदेशे स्थितत्वम् आकाशदेशः भिन्न इति नास्ति. भिन्नदेशे यदा भवतः तदा एव पृथक्त्वम् इति गुणः उत्पद्यते. द्वयमपि भिन्नदेशे अस्ति चेद् एव स्तः चेदेव पृथक्त्वमिति गुणस्य उत्पत्तिः भवति. तस्मात् पृथगाश्रय आश्रितत्व अभावात् द्वयोः संयोगः न सम्भवति. पृथगाश्रय आश्रितस्य अभावः कारणेन द्वयोः संयोगः न भवति. कपाल कपालिका द्वयोः मध्ये घटकपालयोः मध्ये घटकपालयोः मध्ये संयोगः न सम्भवति. आश्रितत्वं नास्ति, आश्रय आश्रय आश्रितत्वं नास्ति इति कारणेन इति समीचीनं पृथगाश्रयोः आश्रितौ यौ तयोरेव संयोगः इति नियमः अङ्गीकृतः यत्र पृथगास्ति द्वयोः एव संयोगः भवति इति नियमम् अङ्गीकृतमस्ति नियमः वयम् अस्माभिः अङ्गीकृतः अस्ति नाम तत्र एषः नियमः वयं तत्र अन्यस्मिन् करपत्रे वयम् एतं नियमं पठितवन्तः अस्माभिः एषः नियमः तत्र दृष्टः अतः अपि अङ्गीकृतः इति अस्ति बहु समीचीनं भगिनि अतः तत्र अद्य बहु किमपि पठितवन्तः अतः तत्र इदानीं तत्र पृथक्त्वमपि भेदः अपि तत्र तस्यापि संयोगेन कः सम्बन्धः इति सर्वम् इदानीं किञ्चित् तस्मिन् विषये किञ्चित् स्पष्टता अस्ति इति मन्ये तर्हि एतावत् वयं पठितवन्तः अग्रिमे सप्ताहे अग्रे सरामः तर्हि अस्तु धन्यवादः भगिनि अपि क्षम्यतां विलम्बेन आगतः अस्मि अद्य क्षम्यताम् अस्तु धन्यवादः नमस्कारः अग्रिमे वर्गे मिलामः धन्यवादः धन्यवादः महोदय धन्यवादः धन्यवादः महोदय